चित्तानि नाहं न च श्रोत्र जिह्वे न च ग्राण नेत्रे न च व्योम भूमि न तेजो न वायु चिदानन्द रूप शिवोऽहम् शिवोऽहम् न च चोपस्थपायो चिदानन्द रूप शिवोऽहम् शिवोऽहम् न मे द्वेष राग अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूप शिवोऽहम् शिवोऽहम् न मृत्युर्न शङ्का न मे जाति everywhere. I am space. I am सदाशिवा।